अस्तु, तर्हि सम्प्रति अस्माकं विषयः अस्ति गुरुत्वलक्षणं. गुरुत्वलक्षणे दलसार्थक्यम् इति अस्माभिः परिशीलितं गतसप्ताहे. तत्र किञ्चित् स्मारयति वा शुकवनमहोदय, कानि कानि दलानि आसन् इति? आम्, गुरुत्वस्य लक्षणम् आद्यपतन असमवायीकारणम् इति दत्तमस्ति. तत्र त्रीणि दलानि सन्ति. एकस्तु आद्यपतनक्रियायां कार्यता अस्ति, आद्यपतन पतनावच्छिन्न कार्यता इति एकदलम्. आद्यपतनत्वावच्छिन्न कार्यता इति एकं दलम्. असमवायीकारणम् इत्युक्ते समवायसम्बन्धेन अवच्छिन्नकार्यता निरूपिते समवायसम्बन्ध अवच्छिन्न कारणता इति तत्रैव दलद्वयमस्ति. तदपि अत्र आपतति, अतः दलत्रयमस्ति. आद्यपतनत्वावच्छिन्नकार्यता तु एकं दलं, समवायसम्बन्ध अवच्छिन्नकार्यता इति द्वितीयं दलं, समवायसम्बन्ध अवच्छिन्न कारणता इति तृतीयं दलम्. हा, बहु समीचीनमस्ति महोदय. तत्र सामान्यं किमस्ति? गतवर्गे अस्माभिः परिशीलितं खलु, एकं सामान्यं दलमस्ति तत्र, किमस्ति तद्? न अवगतं, सामान्यम् इत्युक्ते भगिनि? भवान् उक्तवान् आद्यपतनासम, एकनिमिष कृपया म्यूट् कुर्वन्तु, यस्य कस्यापि किञ्चित् ध्वनिः अस्ति. अस्तु, आद्यपतनासमवायीकारणं गुरुत्वम् इति उक्तं खलु? आम्. तत्र आद्यपतनस्य असमवायीकारणम् इति आगतम्. आम् खलु, तर्हि हा, असमवायीकारणं केवलं गुरुत्वस्थले अस्ति वा? नास्ति, अन्यस्थले अपि अस्ति. उदाहरणार्थं कार्ये अपि अस्ति, गुणत्वे अपि अस्ति. अपरेषु स्थलेषु भवति असमवायीकारणस्य लक्षणं खलु? आम् इति कृत्वा तदासीत् सामान्यम्. ओ, इदानीम् अवगतम्. एकनिमिष, रामप्रिया भगिनी किञ्चित् म्यूट् करोति वा? प्रायः भवत्याः पार्श्वे किञ्चित् ध्वनिः अस्ति इति भाति. अस्तु, वदनसमये कृपया अन्म्यूट् करोतु, प्रश्नाः सन्ति चेत्. अस्तु, तर्हि आद्यपतनासमवायीकारणं गुरुत्वम् इति विषयः. तत्र अस्माभिः दृष्टं यत् सामान्यदलमस्ति असमवायीकारणस्य लक्षणं, यत्किमपि अस्ति समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति सामान्यमस्ति. ततः अग्रे गत्वा किञ्चित् वैशिष्ट्यं साधितम् खलु? हा, तर्हि आरम्भे त्रीणि दलानि सन्ति यथा महोदयेन उक्तम्, आद्यपतनत्वावच्छिन्नकार्यता, समवायसम्बन्धावच्छिन्नकार्यता, अपि च समवायसम्बन्धावच्छिन्नकारणता इति दलत्रयं. तत्रापि समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणता इति सर्वसामान्यमस्ति. इतः अग्रे गत्वा एकमेकं दलं त्यक्त्वा परिशीलयामः अन्ततो गत्वा किम् अवशिष्यते इति. तर्हि सावित्री भगिनी किञ्चित् वदति वा? प्रथमं समवायसम्बन्धावच्छिन्नकारणता इति दलं त्यजति चेत् तत्र किं भवति? समवायसम्बन्धावच्छिन्नकारणता त्यजामः चेत् इत्युक्ते कारणतायां कोऽपि सम्बन्धः न वदामः इति, कारणतावच्छेदकसम्बन्धं न वदामः एव, तदा किं भवति? यत्किञ्चिदपि सम्बन्धः भवतु इति चिन्तयामः चेत् तत्र तादात्म्यसम्बन्धावच्छिन्नकारणता अपि भवितुमर्हति, यथा फले अथवा कन्दुके, तत्र अतिव्याप्तिः भवति. तदर्थं तत्र समवायसम्बन्धावच्छिन्नकारणता इति त्यक्तुं न शक्नुमः. समीचीनं. फले, फलम् अथवा कन्दुकं कीदृशं कारणम्? फलम् अथवा कन्दुकं स्वीकुर्मः चेत् तत्र तादात्म्य समवायकारणं समवायी अधिकरणं हा अधिकरणमस्ति कन्दुकं कस्य आद्यपतनस्य तर्हि समवायीकारणं भवति कन्दुकः अथवा फलं यत् किञ्चित् अतः कारणतायाः अवच्छेदकः कः भवति तत्र कारणतायाः अवच्छेदकं भवति कारणतायाः अवच्छेदकं समवायसम्बन्धः तादात्म्यसम्बन्धः खलु हा समीचीनं तादात्म्यसम्बन्धः भवति कारणतायाः अवच्छेदकः किन्तु वयं किं कृतवन्तः त्यजामः सम्बन्धमेव त्यजामः इति चिन्त्य विचिन्त्य केवलं कारणता इति वदामश्चेत् तदा लक्षणवाक्यं किं भवति तदा आद्यपतनत्वावच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित कारणताश्रयत्वम् इति आगच्छति तदा तथा वदामश्चेत् कन्दुके अतिव्याप्तिः आगच्छति कारणता अवच्छेदकसम्बन्धं त्यजामः अस्तु इति वार्ता समीचीनं तर्हि एकः प्रश्नः तत्र यदि वयं समवायसम्बन्ध अवच्छिन्न कारणता इति दलं त्यजामश्चेत् यदा भवत्या उक्तं कन्दुके अतिव्याप्तिः आगच्छति अपि च गुरुत्वे गुणत्वे अपि अव्याप्तिः आगच्छति किल कथमिति किञ्चित् गुणम् इति स्वीकुर्मश्चेत् तत् समवायसम्बन्धेनैव कारणे अस्ति यदि समवायसम्बन्ध अवच्छिन्न कारणता त्यजामश्चेत् महोदय वदतु सावित्री भगिनी न न तत्र कार्यता किमपि परिवर्तनं न जातं कारणतायाः परिवर्तनमेव जातं सम्बन्ध केन सम्बन्धेन अवच्छिन्ना कारणता इति न वदामः चेत् तत्र कारणता इति भवति तत्तु समवायसम्बन्धेन अपि भवितुम् अर्हति तादात्म्यसम्बन्धेन अपि भवितुम् अर्हति हा तर्हि शुकवन महोदय अत्र कार्यं तु निश्चितं कार्यं किम् अत्र आद्यपतनक्रिया आद्यपतनमेव खलु तर्हि गुरुत्वं नास्ति कार्यं तर्हि गुरुत्वे गुणे अव्याप्तिः आगच्छति इति न वक्तुं शक्नुमः आद्यपतनत्वावच्छिन्न तद् त्यजामश्चेत् आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता तत् कुत्र अस्ति आद्यपतनत्वावच्छिन्न समवायसम्बन्धावच्छिन्न कार्यता तु आद्यपतनक्रियायाम् अस्ति केवलं कारणतायां त्यजामः अवच्छेदकसम्बन्धं खलु आमामां भगिनि आम् अवगतम् अवगतम् अस्तु अस्तु समीचीनं तर्हि इतः अग्रे रामप्रिया भगिनी इदानीं भवती वदतु आद्यपतनत्वावच्छिन्न कार्यता इति दलं त्यजामश्चेत् किं भवति इति आद्यपतनत्व अवच्छिन्न इति तत् त्यजामः चेत् तत् त्यजामः चेत् समवायसम्बन्ध अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणता इति लक्षणवाक्यं भवति तत्तु कपाल तत्र अतिव्याप्तिः तु कपालद्वयसंयोगे तस्य अतिव्याप्तिः भवति किमर्थम् इत्युक्ते यदा कपालद्वयसंयोगः समवायेन सम्बन्धेन स्थित्वा समवायेन घटः उत्पद्यति तत्रापि एतदेव लक्षणवाक्यं भवति इति कपालद्वयसंयोगे अतिव्याप्तिः भवति समीचीनं तर्हि सामान्यलक्षणम् अस्ति खलु समवायसम्बन्धावच्छिन्नकार्यतानिरूपित समवायसम्बन्धावच्छिन्नकारणत कस्य सामान्यलक्षणम् एतद् असमवायीकारणस्य सामान्यलक्षणं हा समीचीनम् अस्तु तर्हि अपरेषु असमवायीकारणेषु अतिव्याप्तिनिवारणार्थं किं कर्तव्यम् अस्माभिः एतद् आद्यपतनावच्छिन्न इति आद्यपतनत्वावच्छिन्न आद्यपतनत्व अवच्छिन्न इति अत्र आद्यपतनत्वं आद्यपतनत्वावच्छिन्नकार्यता कार्यतायाः अवच्छेदकः भवति सः धर्मः तद् योजनीयं भवति अस्तु समीचीनमस्ति उपादानम् इति अपि वक्तुं शक्नुमः अनुपादानं विपरीतार्थम् उपादानं सत्यं सत्यम् इति कर्तव्यमस्ति अस्तु समीचीनं तर्हि समवायसम्बन्धावच्छिन्नकारणता इति न त्यक्तुं शक्नुमः यतोहि तत्र समवायीकारणे अतिव्याप्तिः अधुना आद्यपतनत्वावच्छिन्नकार्यता इत्यपि त्यक्तुं न शक्नुमः किमर्थं चेत् तत्र अपरेषु असमवायीकारणेषु अतिव्याप्तिः अधुना अवशिष्टम् एकं दलमस्ति समवायसम्बन्धावच्छिन्नकार्यता तद् दलं त्यक्तं चेत् किं भवति राजेन्द्रमहोदय किञ्चित् वक्तुम् इच्छति वा आं भगिनि यदा यदि क्षम्यतां भगिनि समवायसम्बन्धकार्यता कार्यता यत् त्यजामः तत् तत्र तु कोऽपि दोषः न आगच्छति यथा यथा तत्र आदिपतनत्वम् अवच्छेदकार्यता समवायसम्बन्ध अवच्छेदकारणता आश्रितं तत् कोऽपि दोषः न आगच्छति यथा यथा घटनिर्माणसमये यथा वदामः घटत्व अवच्छिन्न कार्यता समवायसम्बन्ध अवच्छिन्नकारणता तत्र दोषः न आगच्छति अतिव्याप्ति अथवा असम्भवदोषः कोऽपि दोषः न आगच्छति तत्कारणात् वक्तुं शक्नुमः तत् त्यजामः कोऽपि तत्र दोषः न आगच्छति समीचीनं महोदय समवायसम्बन्धावच्छिन्नकार्यता त्यजामश्चेदपि कोऽपि दोषः न आगच्छति अतः सामान्यं त्यक्तम् अधुना समवायसम्बन्धावच्छिन्नकार्यता इति सामान्य असमवायिलक्षणे यद्दलमासीत् तद् त्यक्तं यतोहि विशिष्टदलम् आगतम् अत्र आद्यपतनत्वावच्छिन्नकार्यता अनेन अस्माकं कार्यस्य निर्वाहः जातः अव्याप्ति अतिव्याप्ति असम्भवदोषरहित एकं वाक्यं निर्मितं लक्षणवाक्यम् इति आगतमस्ति समीचीनं तर्हि अस्तु तर्हि एतदपि वदतु सारांशत्वेन तर्हि आरम्भे किमर्थम् आगतमासीत् तद्दलम् तत् यदा वयम् उक्तवन्तः आदिपतन असमवायिकारणं गुरुत्वस्य लक्षणं तत् असमवायिकारणस्य सामान्यपरिभाषा अस्ति अस्ति समवायसम्बन्ध अवच्छिन्नकार्यता समवायसम्बन्ध अवच्छिन्नकारणता आश्रितं तत् सामान्य लक्षणम् अस्ति समवायिकारणस्य तत् कारणतः तत्र समवायसम्बन्धकार्यता अपि तत्र आपतति परन्तु तत् त्यजामः तत् कोऽपि दोषः नास्ति हा हा बहु सम्यक् अस्ति महोदय तर्हि स्वाभाविकतया आगतं किन्तु गभीरचिन्तनेन किञ्चित् त्यक्तमपि अस्तु समीचीनमस्ति तर्हि तदेव अत्र ग्रन्थकारः अपि वदति समवायसम्बन्धावच्छिन्नत्वं कार्यतायां न देयमेव इति भाति इति सः वदति अस्तु तर्हि महोदय राजेन्द्रमहोदय ततः अग्रे पठति वा इत्थमेव इत्थमेव अग्रिमे तथा भगिनि हा पङ्क्तित्रयमस्ति एव अग्रिमे ध्रुवत्वलक्षणे अपि आद्य स्यन्दन्त्वा अवच्छिन्न अवच्छिन्नत्वस्य कार्यतां निवेशादेव निवेशादेव उदासीने असमवायि कारणे अतिव्याप्तिर्वार्यते इति तत्रापि कार्यतायां समवायसम्बन्ध अवच्छिन्नत्वं न देयम् एव. किन्तु अत्र आद्यस्यन्दस्तु अन्यत् कोऽपि धर्मः अस्ति आद्यस्यन्दत्वं तत् अवच्छिन्नकार्यतां. अस्तु, कस्मिन् अस्ति धर्मः, कस्य लक्षणे? किञ्चित् भवति एव वदतु. तत्र वस्तुतः तत्र किमपि नास्ति, द्रवत्वलक्षणे इति उक्तं खलु, तदेव उक्तमस्ति. कस्य लक्षणवाक्ये अस्ति तद्? आदिस्यन्दत्वावच्छिन्नत्वस्य कार्यतां निवेशादेव उदासीने असमवायि कारणे अतिव्याप्तिर्वार्यते इति तत्रापि कार्यतायाम् असमवायसम्बन्ध अवच्छिन्नत्वं न देयम् एव. द्रवत्वलक्षणे अपि तथा, यदा आदिस्यन्दत्व तत् प्रवेशं कुर्मः तत् आद्यस्यन्दत्व अवच्छिन्नत्वस्य कार्यतां तत् आगच्छति. तत् तत् कारणे उदासीने असमवायिकारणे अतिव्याप्ति असमवायिकारणे तत् अतिव्याप्ति दोषः न अस्ति तथा तदपि न देयं. समवायसम्बन्ध अवच्छिन्नकार्यता कार्यता तत् न देयं, तत् कोऽपि दोषः न आगच्छति. तत् विहाय तत् तदेव उदासीनः तत्र शब्दः आगच्छति. उदासीन तत् त्यक्त्वा समवायसम्बन्ध अवच्छिन्न कार्यता यदा त्यजामः तत्र उदासीनः तत् कारणं भवति, परन्तु तत् कोऽपि दोषः न आगच्छति. एवं भगिनि? एवमेव महोदय, समाना एव वार्ता. यथा गुरुत्वस्थले वयं समवायसम्बन्धावच्छिन्नकार्यतां त्यक्तवन्तः, तद्वदेव अत्रापि द्रवत्वलक्षणस्थले अपि तत् त्यक्त्वा आद्यसन्स्यन्दनावच्छिन्नकार्यता इति वदामश्चेत् पर्याप्तम्. किन्तु अत्र उदासीने असमवायीकारणे इति उक्तं, यतोहि असमवायीकारणम् इति अप्रासङ्गिकं खलु, इति अप्रासङ्गिकं. तदर्थमेव उदासीने इत्युक्ते अप्रासङ्गिके असमवायिकारणे असम्बद्धे इति. तस्य विषये इतोपि किञ्चित् ज्ञास्यामः. अधुना करपत्रम् अस्ति. भगिनि, भगिनि, किं कम् आवां पठामः? वस्तुतः अधुना समाप्तम् अत्र, द्वादशाधिक 112 इति द्वादशाधिकशततमे पुटे तत् समाप्तम्. अधुना करपत्रं, करपत्रम् उद्घाटयन्तु कृपया. औदासीन्यम् इति एकं करपत्रम् अस्ति, तदनन्तरम् इतोपि करपत्रद्वयं प्रेषितमासीत् महोदयेन. अस्तु, तत्र प्रथमकरपत्रम् अधुना पठेम. नूतनतया कोऽपि आगतवान् वा अथवा आगतवती? नमस्ते भगिनी, अजितः. नमस्कारः लक्ष्मी भगिनी, अजित महोदय. अस्तु, तर्हि जयन्ती भगिनी आरब्धुम् इच्छति वा करपत्रम्? आं भगिनि, रूपलक्षणस्मरणे गुरुत्वस्य निवारणम् इति वा? औदासीन्यम् करपत्रद्वयं प्रेषितं महोदयेन अद्य. अस्तु, आम् आं भगिनि, गुरुत्वलक्षणवाक्ये इति आरभते खलु. गुरुत्वलक्षणवाक्ये कार्यतायां समवायसम्बन्धावच्छिन्नत्वस्य उपादाने यद्यपि त्रिषु दोषेषु कोऽपि दोषो नास्ति, तथापि तस्य निवेशनेन वैयर्थ्यं प्रदर्शितम्, अतः तस्य अनावश्यकता पर्यवसिता. अस्मिन्नेव प्रसङ्गे द्रवत्वलक्षणवाक्येऽपि तादृशी वार्ता भवति. नाम एकवारं यदा कार्यतायाम् अवच्छेदकधर्मः निवेशितः, तदा तस्यामेव कार्यतायाम् अवच्छेदकसम्बन्धस्य आवश्यकता नास्ति. तदर्थं विद्याधर्यां वाक्यं दत्तम् अस्ति. इत्थमेव अग्रिमे द्रवत्वलक्षणे अपि आद्यस्यन्दनत्वावच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे अतिव्याप्तिवार्यते इति तत्रापि कार्यतायां समवायसम्बन्धावच्छिन्नत्वं न देयमेव. अत्र पृष्ठभूमित्वेन पुनः द्रवत्वविषये वा आद्यसन्दनविषये अत्र दीयते. यथा गुरुत्वलक्षणवाक्ये यथा वयं दृष्टवन्तः समवायिकारण अवच्छिन्न कारिता निरूपित पुनः धर्मं यत् अस्ति तत्र आद्यपतनत्व अवच्छिन्न क्षम्यतां भगिनि स्टार्टिङ्ग् ट्रबल् आद्यपतनत्व अवच्छिन्न समवाय आद्यपतनत्व अवच्छिन्न कार्यता निरूपित समवायसम्बन्ध अवच्छिन्न कारणताश्रयत्वं गुरुत्वस्य लक्षणम् इति दृष्टवन्तः. तत्र सर्वं दृष्ट्वा विशेषरूपेण यदा वयं असमवायिकारणस्य लक्षणं नाम गुरुत्वस्य लक्षणं पश्यामः तत्र कार्यतायाः अवच्छेदकरूपेण समवायसम्बन्धः मास्तु इति वयं दृष्टवन्तः. किमर्थम् इत्युक्ते तत् त्यजामः चेत् अपि कोऽपि दोषः न भवति. तथैव द्रवत्वलक्षणे अपि तादृशस्वभावः एव दृश्यते. इत्युक्ते द्रवत्वलक्षणे द्रवत्वम् इति कारणम् असमवायिकारणं भवति. तत्र कार्यतायां समवायसम्बन्ध अवच्छेदकः मास्तु इति वाक्यं दत्तम् अस्ति विद्याधर्यां. कारणं तु तथैव अस्ति. इत्युक्ते कार्यतायां समवायसम्बन्धस्य आवश्यकता नास्ति. किमर्थम् इत्युक्ते तस्य त्यजनेन एव त्यजामः चेत् कोऽपि दोषः न भवति अस्माकं निरूपणविषये. द्रवत्वनिरूपणविषये दोषः न भवति इति अस्ति खलु भगिनि. समीचीनं भगिनि. तर्हि इञ्जिन् स्टार्ट् अभवत्. अग्रे गच्छतु. समीचीनमेव. हा इति एव वार्ता अत्र. अवच्छेदकधर्मः निवेशितः, समवायसम्बन्धः त्यक्तः कार्यता अवच्छेदकरूपेण. तदर्थं विद्याधर्यां वाक्यं किम् उक्तमस्ति? कोट्स् मध्ये यदस्ति पठतु. इत्थमेव अग्रिमे द्रवत्वलक्षणेपि आद्यस्यन्दनत्व अवच्छिन्नत्वस्य कार्यतायां निवेशादेव उदासीने असमवायिकारणे. इत्युक्ते अत्र यत् असमवायिकारणम् अस्ति तत् अप्रासङ्गिकं भवति, तस्य वदनं न आवश्यकम् इति कृत्वा कोऽपि दोषः न अत्र वदनं न आवश्यकम् इति न, वस्तुतः अस्माकं विषयः कः? द्रवत्वलक्षणकथनम् अथवा गुरुत्वलक्षणकथनम्. अतः अस्मिन् प्रसङ्गे असमवायिकारणम् उदासीनम् इति वदन्ति ते. उदासीने असमवायीकरणे अतिव्याप्ति वार्यते खलु. इत्युक्ते यदा आद्यस्यन्दनत्वावच्छिन्नत्वम् अथवा आद्यपतनत्वावच्छिन्नत्वम् इति निवेशयामः कार्यतायां, तदा असमवायीकारणे अतिव्याप्तिः वारिता भवति किल. आम् इति रामप्रियभगिन्याः भागः आसीत्. सा तद् असमवायिकारणम् अस्मिन् प्रसङ्गे उदासीनम् अस्ति. उदासीनम् इत्यस्य अर्थः कः इति प्रश्नः. अधुना अत्र अत्र प्रकृत असम्बद्धम् इति अर्थः. सत्यं सत्यम् इति दत्तमस्ति. इत्युक्ते प्रकृतविषयः गुरुत्वम् अथवा द्रवत्वं यत्किमपि तत्र असमवायिकारणम् उदासीनम् इति. भगिनि तत्र असमवायिकारणम् उदासीनम् इत्युक्ते तत्र यद् भवती वदति तत् सत्यं, परन्तु यद् असमवायिकारणम् उदासीनमस्ति तत्र अतिव्याप्तिः इति किल? सत्यं सत्यं भगिनि. इत्युक्ते इत्युक्ते आद्यपतनत्वम् इति विहाय वा आद्यस्यन्दनत्वम् इति विहाय भिन्न असमवायिकारणं यदस्ति तत् उदासीनम् असमवायि नास्ति इति. हा हा, तस्मिन् आद्यस्यन्दन स्यन्दनम् अथ क्षम्यताम् अत्र गुरुत्वम् अथवा द्रवत्वम् इति असमवायिकारणं खलु. हा, तद् असमवायिकारणं विहाय अपरेषु नार्मल् सामान्य असमवायिकारणेषु अतिव्याप्तिवारणम् इति लक्ष्यम् आसीत्. तादृशसामान्यसमवायिकारणं यद् अन्यत्र वर्तते द्रवत्वम् अपि च गुरुत्वं विहाय तद् उदासीनम् इति ते वदन्ति. तदर्थम् अत्र परिशीलनीयम् अस्ति उदासीनम् इत्यस्य वस्तुतः अर्थः कः इति. यतोहि लोके किञ्चित् भिन्नः अर्थः अस्ति. उदासीन्यम् इत्युक्ते इण्डिफ्रेण्ट् इति किमपि अस्ति किल. हा, तर्हि अत्र पश्येम उदासीनशब्दस्य अर्थः कः इति. अस्तु, तर्हि सन्ध्या भगिनी पठितुं शक्नोति वा अधुना? आं भगिनि. अस्तु, तर्हि अग्रे पठतु. प्रश्नः: उदासीनशब्दस्य कः अर्थः, किमर्थञ्च अत्र प्रयुक्तः? ग्रन्थे एव दत्तमस्ति उदासीनम् इत्यस्य प्रकृतासम्बद्धम् इत्यर्थः. उदासीनशब्दस्य अर्थो भवति प्रकृतासम्बद्धम्. यथा गुरुत्वस्य लक्षणम् आद्यपतनासमवायिकारणं गुरुत्वम्, एवमेव आद्यसन्दनासमवायिकारणं द्रवत्वम्. उभयत्र वार्ता समाना. तत्र दलप्रयोजनं चिन्तयामः चेत् गुरुत्वस्थले समवायसम्बन्धावत् उपतनत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकाराताश्रयत्वं गुरुत्वस्य लक्षणमिति प्रथमतया आगच्छति. तत्र अस्माभिः किं दृष्टम्? यदि लक्षणे आद्यपतनत्वावच्छिन्नत्वं न दीयते तर्हि किं लक्षणम् अवशिष्यते? समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वम् इति. अस्य अतिव्याप्तिः कुत्र? यत्र कुत्रापि असमवायिकारणे, उदासीने. प्रकृते यदिष्टं नास्ति. प्रकृते किं प्रवर्तमानमस्ति? गुरुत्वलक्षणम्. इदानीम् उक्तलक्षणवाक्यं च गुरुत्वे गच्छति, किन्तु अन्यत्रापि गच्छति. कुत्र? कपालसंयोगे. तर्हि कपालसंयोगः अत्र उदासीनः, यतोहि प्रसङ्गे तस्य कापि आवश्यकता नास्ति. गुरुत्वलक्षणस्य प्रतिपालनक्रमे कपालसंयोगस्य का उपयोगिता? कापि नास्ति. अतः स च कपालसंयोगः उदासीनः. तर्हि तत्र उदासीनशब्दस्य अर्थः कः इति अस्मिन् परिच्छेदे परिशीलितमस्ति. ग्रन्थे एव तत्र यद् लिखितमस्ति उदासीनम् इत्युक्ते प्रकृतासम्बद्धम् इति. तर्हि तस्य अर्थः इदानीं यत् किं विषयः अस्ति तेन सह यस्य सम्बन्धः नास्ति तद् उदासीनम् इति. यत्र गुरुत्वस्य लक्षणं तत्र आद्यपतनासमवायिकारणम् इति दत्तम्, एवमेव द्रवत्वस्यापि आद्यस्यन्दनासमवायिकारणं. तत्र यदि दलसार्थक्यस्य विषये पश्यामः तर्हि गुरुत्वे तत्र समवायसम्बन्धावच्छिन्न आद्यपतनत्वावच्छिन्न इति सर्वम् आगच्छति. यदि तद् लक्षणे यदि आद्यपतनत्वावच्छिन्नत्वं यदि न स्वीकुर्मः तर्हि केवलं यत् सामान्यलक्षणं भवति यद् दृष्टवन्तः तदेव भवति. अतः तस्य यत्र कुत्रचिदपि असमवायिकारणमस्ति तत्र सर्वत्र तस्य प्रवेशः भवति. अतः गुरुत्वस्य विषये आद्यपदपतनत्वम् इति विहाय अन्यत् सर्वम् असमवायिकारणं यदस्ति तद् उदासीनं भवति. किमर्थम् इत्युक्ते तद् इष्टं नास्ति, तस्य आवश्यकता नास्ति. तत्र उदाहरणरूपेण गुरुत्व लक्षणोक्तिसमये यदि केवलं सामान्यलक्षणमेव वदामः तर्हि अन्यत्र तत्र गुरुत्वे अपि तस्य प्रवेशः अस्ति, परन्तु कपालसंयोगे अपि अस्ति, परन्तु तद् इष्टं नास्ति. अतः कपालद्वयसंयोगः इति यद् असमवायिकारणम् अस्ति तद् उदासीनम् असमवायिकारणम् इति उक्तमस्ति अत्र. समीचीनं. तर्हि कपालद्वयसंयोगः अपि उदासीनः अथवा सामान्य असमवायिकारणं तदपि उदासीनम्. कोऽपि न उपयोगं करोति तत् तद् उदासीनः इत्युक्ते अस्मिन् प्रसङ्गे तस्य उपयोगः नास्ति. कस्य? कपालद्वयसंयोगस्य उपयोगः नास्ति, तर्हि सः उदासीनः. सामान्य असमवायिकारणं यथा भगिनी प्रतिपादितवती तस्यापि औदासीन्यम् अस्ति अत्र. हा नास्ति खलु भगिनि, यतोहि आद्यपतनत्वावच्छिन्नकार्यता तस्य आवश्यकता अस्ति एव, तद् आवश्यकं, नितराम् आवश्यकम्. आद्यपतनत्वावच्छिन्नकार्यता निरूपितसमवायसम्बन्ध अवच्छिन्नकारणता इत्येव गुरुत्वस्य लक्षणं खलु, तद् आवश्यकं. हा तदर्थमेव अन्ते अपि उक्तं गुरुत्वलक्षणस्य प्रतिपालनक्रमे, तत्र इत्युक्ते गुरुत्वलक्षणे यथा अतिव्याप्ति अव्याप्ति असम्भवः दोषः न आगच्छेत् इति तादृशं मनसि निधाय संरक्षणं यदा कुर्मः तदा कपालसंयोगस्य उपयोगिता नास्ति, यतोहि तत्रैव अतिव्याप्तिः आगच्छेत्. तादृशपदार्थः यः कोऽपि भवतु सः उदासीनः भवति अस्मिन् सन्दर्भे, प्रकृत असम्बद्धम् इति. समीचीनं. तर्हि अग्रे सरेम वा? अस्तु, सरला भगिनि. उदासीन नाम यत्र अस्माकम् अपेक्षा नास्ति, यथा कस्मिंश्चित् विषये चर्चा प्रवर्तमाना तदा. न श्रूयते भगिनि. आं सरला भगिनि, इदानीं श्रूयते? आम् आं, मन्दं मन्दं. हा इदानीं श्रूयते. पुनः पठामि वा? पुनः. उदासीनः नाम यत्र अस्माकम् अपेक्षा नास्ति, यथा कस्मिंश्चित् विषये चर्चा प्रवर्तमाना तदा कोऽपि अन्यत् किमपि वदति यत् असम्बन्धम् इति चेत् सः उदासीनं वदति. अप्रासङ्गिकं प्रकृता सम्बन्धं, प्रकृतेन सह यत् सम्बन्ध नास्ति, प्रकृतगुरुत्वलक्षणविषये कपालसंयोग उदासीनः, तत्र अतिव्याप्तिः. एवमेव कार्यतायां समवायसम्बन्धावच्छिन्नत्वं तथैव उदासीनम्. उदासीन नाम यत्र अस्माकं लक्ष्यम् अस्ति तत् प्रसङ्गे यत् न सम्बन्धित अस्ति तस्य नाम उदासीनं भवति. यदा गुरुत्वलक्षणे कारणम् अस्ति, कारणताया सम्बन्ध कोऽपि अन्य असमवायिकारणं भवति, सामान्य असमवायिकारणं, तत् उदासीनं भवति. गुरुत्व भवति प्रासङ्गिक चर्चा, किन्तु यदि वयं वदामः सामान्य समवायसम्बन्धवच्छिन्ना कार्यता, आद्यपतनत्ववच्छिन्ना कार्यता निरूपयति समवायसम्बन्धवच्छिन्नकारणता गुरुत्वे लक्षणे इति, यदि आद्यपतनत्वं वयं निष्कासमः तत्र असमवायिकारणस्य सामान्यलक्षणं भवति. तत्र लक्षणं कुत्रापि कारणे भवितुं शक्नोति, यथा कपालसंयोगे, तद् कपालसंयोगः भवति उदासीनः। एवमेव समवायसम्बन्धवच्छिन्नत्वं तथैव उदासीन भवति कार्यतायां। यदा कार्यतायां वयं समवायसम्बन्धवच्छिन्ना न वदामः तत्र अपि कोऽपि दोषः न भवति। यदि वयं धर्म आद्यपतनत्वं गुरुत्वे योजयामः तत्र समवायसम्बन्धेन उदासीनं भवति। कार्यतायां समवायसम्बन्धः उदासीनः, कारणतायां न, खलु? न, या कार्यतायां, या कार्यतायां, समीचीनम्। अपि च कपालद्वयसंयोगः अपि संयोगः या कारणः अप्रासङ्गिकमिति, यत्र सम्बन्धः नास्ति तत् विषये, यत् यत् विषय यः विषयः वयं चर्चामः तत् तत् विषये तस्य सम्बन्धः नास्ति, सः सम्बन्ध उदासीन तत् विषयम् उदासीनं भवति। यथा कपालद्वयसंयोगे गुरुत्वे कारणे कारणायां वा समवायसम्बन्धकार्यत्र अस्ति। अस्तु, भवती एव समापयतु करपत्रं भगिनी। एकनिमिषम्, एकनिमिषम्। यत् प्रकृतसम्बद्धः तत्र अतिव्याप्तिः द्रष्टव्यं वा कपालद्वयसंयोगे इति वा? हा, महोदयेन दत्तमस्ति प्रकृतगुणगुरुत्वलक्षणविषये कपालसंयोगः उदासीनः, तत्तु सत्यं। तत्र अतिव्याप्तिः इति किमर्थं? यत् प्रकृतसम्बद्धः तत्र अतिव्याप्ति अव्याप्ति इत्यादिकं द्रष्टव्यं वा इति चिन्तनम् इति प्रश्नः। स्वाभाविकेन आगच्छति न तत्र, तत्र अस्तु न पश्यामश्चेत् कथं साधयितुं शक्नुमः गुरुत्वलक्षणस्य प्रतिपालनं कथं कर्तुं शक्नुमः? आम् इति तत्तु सत्यमेव। तर्हि भवान् अस्तु अस्तु अहं चिन्तयामि भवान् किं वदति इति चेत् अस्तु गुरुत्वलक्षणस्य प्रतिपालनक्रमे वयं किं कृतवन्तः कपालद्वयसंयोगे अतिव्याप्तिं किम् एलिमिनेट् कर्तुम् इष्टवन्तः, तर्हि तदपि प्रकृतसम्बद्धम् एव इति भवान् वदति। आम्, यदि अतिव्याप्तिः पश्यामश्चेत् तत् औदासीन्यं नास्ति, यद् उदासीनः इति तथा वदामश्चेत् असमवायिकारणमपि उदासीनम् इति न भवति खलु, यतोहि असमवायि वस्तुतः कपालसंयोगः इति कुतः आगतः? घटस्य असमवायिकारणमस्ति कपालसंयोगः किल? आम् आम्। तथा पश्यामश्चेत् सामान्य असमवायिकारणमिति यदस्ति यस्मिन् अतिव्याप्तिं यस्मिन् अतिव्याप्तिः अस्ति इति कृत्वा वयम् अतिव्याप्तिवारणं कर्तुम् इष्टवन्तः, तथा पश्यामश्चेत् असमवायिकारणमपि उदासीनं न भवेत् किल? आम्। तर्हि किमर्थं ग्रन्थकारः तथा वदति इति किञ्चित् शोधं कृत्वा अस्मान् बोधयतु। उदासीने असमवायिकारणे इत्येव उक्तं, तदर्थं किञ्चित् तदेव मम तावत् क्लारिटि नास्ति, अतः एव अहं पृच्छामि। यदा जयन्ति भगिनि, हा, अत्र किमर्थम् इत्युक्ते अस्माकं विषये यत् अस्ति, अस्माकं विषये तु गुरुत्वं वा द्रवत्वम् इति असमवायिकारणं नास्ति, हा, विषयस्य अनुगुणं यत् असमवायिकारणम् अस्माकं न अपेक्षते तस्य त्यजनेन तस्मिन् या अतिव्याप्ति यः अतिव्याप्तिदोषः अस्ति सः तु निवार्यते। कथं निवार्यते? धर्मत्व अवच्छिन्नत्वस्य कथनेन इति अस्ति वाक्ये, तद् तदर्थमेव अत्र दीयते उदासीने असमवायिकारणे इति। सत्यम् इति मम मनसि अपि स्पष्टता अस्ति, तर्हि किमर्थं महोदय तथा वदति इति? महोदय असमवायिकारणं तु उदासीनमेव खलु अस्मिन् सन्दर्भे, तस्य त्यजनेन एव अस्माकम् अन्ततो गत्वा गुरुत्वलक्षणस्य अन्ततो गत्वा दलद्वयं पर्याप्तम् इति आगतं सामान्य असमवायिकारणम् इति त्यजनेन, तदर्थम् उदासीनः उदासीनम् इति उच्यते। तावदेव इति भाति, अत्र अन्यत् किमपि नास्ति प्रायः. अस्तु सरला भगिनी समापयतु. अस्तु, प्रसङ्गे लोके उदासीनः सम्प्रदायः अस्ति, तेषां विचारोऽयं विशेषभ्य औदासीन्यम् इति. उदासीनता भावः लौकिकविषयेभ्य औदासीनत्यं नाम जगति यत्किमपि अस्ति तस्मिन् लिप्तता मास्तु. यत्किमपि जीवने आगच्छति तत्प्रति उदासीनभाव आगतः गतश्च तस्यां दिशि मनसि रुचि न स्यात्, चिन्तनं न स्यात्, क्रोधो वा रागो वा उभयमपि न स्यात् इति उदासीनभाव. प्रसङ्गे लोके प्रसङ्गे यदि यद् वयं विद्याधर्यां गुरुत्वं वा द्रवत्वं चर्चामः, तस्य अतिरिक्त लोके तस्य कथम् उपयोज्यं भवति तत् अत्र दत्तमस्ति. लोके उदासीनभाव इत्युक्ते किमपि संसारिक वस्तूनि वा किमपि धनं वा इति का रुचिः नास्ति. यदि रुचिः नास्ति तत् जनः वयं उदासीनः अस्ति सः इति वयं वदामः. मनसि का रुचिः या चिन्तनं न स्यात् किमपि विषये, यथा क्रोधो वा रागो वा किमपि लाभालाभो जयाजयो सुखदुःख इति द्वे रागद्वेष इति विपरीत विचारा विपरीतदिशायां तस्य कोऽपि लगाव वा वित्तता नास्ति सः पर्सन् उदासीनः अस्ति, तस्मिन् उदासीनभावः अस्ति इति वयं वदामः. यद् अनावश्यकं क्रोधः रागः इत्यादिकम् अनावश्यकं तस्मिन् औदासीन्यम् इति वदामः खलु, तद्वदेव अत्र असमवायिकारणम् अनावश्यकम् अस्माकं चर्चायाम् इति. अस्तु अग्रे. तर्हि शास्त्रे उदासीनशब्दो नाम प्रकृता असम्बन्ध. उदासीनस्य अर्थः शास्त्रीय च सम्प्रदाये च साम्यम् अस्ति, यस्य किमपि प्रयोजनं नास्ति. रागद्वेष क्रोधादीनां जीवने किमपि प्रयोजनं नास्ति. एवमेव रीत्या गुरुत्वलक्षणवाक्यस्य कार्यतायां समवायसम्बन्धवच्छिन्नत्वस्य किमपि प्रयोजनं नास्ति. यथा लौकिके वा शास्त्रे उदासीन्यस्य अर्थः अस्ति किमपि सम्बन्धः नास्ति वा साम्यं मनसि साम्यं तिष्ठति यदि कोऽपि क्रोध राग द्वेष राग इति विपरीति दिशा आगच्छति. तत्र क्रोध वा राग तस्य किमपि प्रयोजनं नास्ति. अत्र तथैव न्यायशास्त्रे गुरुत्वलक्षणम् अपि यदि कार्यताया सम्बन्ध अवच्छिन्नत्वं वयं न निवेशयामः तत्र अपि कोऽपि प्रयोजनं नास्ति, तस्य को दोषः न भवति. कार्यताया समवायसम्बन्ध अपि उदासीनम् इति वक्तुं शक्नुमः. कार्यतायां समवायसम्बन्धावच्छिन्नत्वम् उदासीनम् इति वदामः, तस्य किमपि प्रयोजनं नास्ति. भगिनि अत्र रागद्वेषक्रोध तु उदाहरणेन दीयते न? सत्यं सत्यं, लौकिक उदाहरणं लौकिक उदाहरणमस्ति. तादृश तादृशमेव रागद्वेष तु गुरुत्वं सम्बन्धः कम् इति योचनं. यथा तेषां जीवने किमपि प्रयोजनं नास्ति तद्वत् अत्र समवायसम्बन्धावच्छिन्नकार्यता इत्यस्य प्रयोजनं नास्ति. समवायसम्बन्धावच्छिन्नकार्यता इति गच्छति चेत् तर्हि सामान्य असमवायिकारणस्य लक्षणमपि गच्छति, तस्यापि प्रयोजनं नास्ति, अतः एव उदासीनम् असमवायिकारणम् इत्यपि आगतम्. अस्तु, तर्हि अत्र अस्मिन् करपत्रे भगिनी उदासीनत्वम् इत्यस्य तत्र अर्थद्वयं सन्दर्भद्वयं स्वीकृतं किल. तत्र आरम्भे तु असमवायिकारणं यद् उदासीनमस्ति तत्र अतिव्याप्तिः कथं वार्यते इति, तत्र असम्बद्धम् इति अर्थः. अत्र समवायसम्बन्ध समवायसम्बन्धत्वावच्छिन्न यत् अस्ति समवायसम्बन्धावच्छिन्नत्वं, तत्र उदासीनम् इत्युक्ते तत्र हा अपेक्षितं नास्ति, तस्य उपयोगः नास्ति इति किञ्चित् भिन्न अर्थः, किञ्चित् ततः एक्स्ट्रपोलेट् कृत्वा समवायसम्बन्धावच्छिन्नत्वे अपि तत्र औदासीनत्वं कथमस्ति इति तादृशं दर्शितम् अस्ति किञ्चित्. हा प्रायः भगिनि इत्यपि चिन्तयामि. अत्र द्वितीयपरिच्छेदे अपि उक्तं तथा खलु, उदासीन नाम यत्र अस्माकम् अपेक्षा नास्ति. आम् प्रायः स्यात् तथा. अस्तु, इतः अग्रे सरेम. अधुना पुष्पा भगिनी, पुस्तके पठति वा इदं च गुरुत्वम् इति पश्यति द्वादशाधिकशततमे पुटे. द्वादशाधिकशततमपुटे 112 इत्यस्मिन् पुटे अन्तिमपरिच्छेदं पश्यति वा इदं च गुरुत्वं. हा हा हा हा, इदं च गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते तदेव तत् एव चादय एव च आदाय अतिव्याप्तिवारणाय रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुग्राह्यत्व त्वग् इन्द्रियग्राह्यं ग्राह्यत्वयोः त्वयोः सार्थक्यं चिन्तितम् इति अलम् सम्यक् अस्ति भगिनि, इति अलम् चिन्तितम् इति अलम्. अस्तु, किम् अवगतं तत्र? रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं, हा गुरुत्वं न शक्नुमः ज्ञातुं न शक्नुमः रूपादिवत् इन्द्रियेण. सत्यं, किमर्थं किमर्थम् इति गुरुत्वम् अतीन्द्रियं तावदेव. अतीन्द्रियं केनापि इन्द्रियेण न ज्ञातुं शक्नुमः. अतः गुरुत्वम् अतीन्द्रियं, किन्तु अनुमीयते इत्युक्ते नाम केनापि इन्द्रियेण न गृह्यते इति कृत्वा अनुमानेन सिद्ध्यमानं करिष्यामः. तत् एव च आदाय इदानीम् उक्तं तत् आदाय अतिव्याप्ति वारणाय रूपस्य रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण अस्तु एतद् आदाय अतिव्याप्ति वारणाय अतिव्याप्ति कारणेन न अतिव्याप्ति साधनं कर्तुं रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुग्राह्यत्वं त्वक् इति इन्द्रियग्राह्यत्वं द्वयोः सार्थक्यं चिन्तितम् इति अलम्. अस्तु, इत्युक्ते वयं वयं पूर्वमपि दृष्टवन्तः रूपस्य लक्षणवाक्यं किम् आसीत्, किञ्चित् वदामि पुनस्मरणत्वेन, चक्षुर्मात्रग्राह्यो गुणो रूपम् इति आसीत् खलु, केवलं चक्षुरिन्द्रियेण केवलं गृह्यते इति, तत्र गुरुत्वस्य विषयः आगतः आसीत्, चक्षुरिन्द्रियग्राह्यत्वम् इति उक्त्वा चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति किमपि उक्तवन्तः, तत्र चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं गुरुत्वे अपि अस्ति, यतोहि गुरुत्वम् अतीन्द्रियं, तत्र कथं निवारणं कृतवन्तः, दलसार्थक्यं कृतवन्तः, अपि च गुरुत्वे अतिव्याप्तिं निवारितवन्तः तस्मिन् सन्दर्भे कथं, चक्षुर्ग्राह्यत्वम् अपि च त्वगिन्द्रियग्राह्यत्वम् इति उक्त्वा इति पुनःस्मरणत्वेन दत्तमस्ति अत्र, तत्र अस्माभिः चिन्तितं तावद् अलमस्ति, गुरुत्वम् अतीन्द्रियम्, अतः रूपस्य स्पर्शस्य दलसार्थक्यसन्दर्भे एवम् उक्तम् आसीत् अस्माभिः इति पुनःस्मरणमस्ति. हा समीचीनं, तर्हि तस्य पुनःस्मरणत्वेन पुनः एकं करपत्रम् अस्ति, लक्ष्मी भगिनी करपत्रम् अस्ति वा पुरतः, 16 इति, रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्. आं भगिनि, किञ्चित् आरब्धुम् इच्छति वा? गुरुत्वलक्षणे दलप्रयोजनावसरे विद्याधर्यां रूपलक्षणदलप्रयोजनं पुनः स्मृतम् उक्तं च, इदं च गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं, किन्तु अनुमीयते, तदेव चादाय अतिव्याप्तिवारणाय रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुर्ग्राहित्व त्वगिन्द्रियग्राहित्वयोः सार्थक्यं चिन्तितम्. अस्तु, विद्या पुस्तके गुरुत्वलक्षण वक्तुं समये एतादृशवाक्यं ग्रन्थकारः उपयोगितवान्, इदं च गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं किन्तु अनुमीयते, रूपादि रूपरसगन्धस्पर्शः इन्द्रियेण एव ज्ञातुं शक्यते, प्रत्यक्षप्रमाणेन ज्ञातुं शक्यते, किन्तु गुरुत्वं तादृशगुणः नास्ति, केवलम् इन्द्रियेण अतीन्द्रियः अनुमानेन एव गुरुत्वम् अस्ति इति ज्ञातुं शक्यन्ते इति ग्रन्थकारः वदति. तदेव च आदाय अतिव्याप्तिवारणाय रूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुग्राह्यत्व त्वगिन्द्रियग्राह्यत्वयोः सार्थक्यं चिन्तितं, तत्र रूपस्पर्शयोः लक्षणवाक्ये तत्रापि दलसार्थकं, तत्रापि दलद्वयं वा दलत्रयम् आसीत्, तत्रापि अतिव्याप्तिवारणाय लक्षणं कथं प्रत्येकं दलस्य दलसार्थक्यं चिन्तितम् इति, तत्र इतोपि स्पष्टतया वक्तव्यं किम् इत्युक्ते, रूपस्य लक्षणवाक्यमस्ति चक्षुर्मात्रग्राह्यत्वे सति, एवं करोतु भगिनि, एवं करोतु, तत्र अत्र तु स्पष्टः स्यात्, सारांशः अस्ति यत् चक्षुर्ग्राह्यत्वं त्वगिन्द्रियग्राह्यत्वम् इति दलद्वयं तत्र उपयुज्य, तत्र यत् यत्र रूपः रूपमासीत् स्पर्शः आसीत् तत्र उपयुज्य गुरुत्वे अस्माभिः निवारितमासीत्, एकः दोषः अतिव्याप्तिदोषः निवारितः आसीत् कथं, चक्षुर्ग्राह्यत्वम् अपि च त्वगिन्द्रियग्राह्यत्वम् इति उक्त्वा, यतोहि गुरुत्वं चक्षुषापि न गृह्यते त्वगिन्द्रियेणापि न गृह्यते खलु, तस्य पुनःस्मरणत्वेन अग्रिमपरिच्छेदः पठतु, भवती एव पठतु. चक्षुर्मात्रग्राह्यत्वे सति गुणवत्त्वम् इति रूपस्य लक्षणं, रूपं चक्षुर्मात्रग्राह्यं पुनः गुणः, मात्रपदस्य इतरव्यावर्तकम्, अस्य बोधार्थं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वे सति गुणवत्त्वम् इति रूपलक्षणम्, लक्षणसमन्वयो अस्ति. रूपं चक्षुर्भिन्नेन्द्रियेण त्वकादिभिः अग्राह्यं, तर्हि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वमस्ति रूपे, चक्षुर्ग्राह्यत्वम् अपि अस्ति रूपे, तथैव गुणवत्त्वमपि अस्ति. तर्हि तलत्रयस्य रूपे समन्वयः जायते. लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयम् इति विद्याधर्यां पूर्वम् उक्तम्. अस्तु, रूपस्य लक्षणवाक्यमस्ति चक्षुर्मात्रग्राह्यत्वे सति गुणवत्त्वम् इति रूपस्य लक्षणवाक्यम्. अत्र तलत्रयम् अस्ति, चक्षुर्मात्रग्राह्यत्वे गुणवत्त्वं रूपस्य लक्षणम् इति. रूपं चक्षुर्मात्रेण एव ग्राह्यं, चक्षुर्भिन्न इन्द्रियेण न ग्राह्यम्. अपि च रूपः रूपं गुणम् अपि अस्ति. यदि यत्किमपि यदि त्रिषु दलेषु यत्कोपि नास्ति अतिव्याप्ति दोषः भवति. चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे अत्र मात्रशब्दः युक्तः अस्ति. चक्षुर्मात्रग्राह्यो गुणरूपम् इति वस्तुतः मात्रशब्दस्य कः अर्थः? मात्रपदस्य मात्रपदस्य अर्थः अस्ति चक्षुषा एव ग्राह्य ग्रहणं भवति, चक्षुर्भिन्न इन्द्रियेण न अग्राह्यम् इति मातृपदस्य मुख्यत्वं तत्र. सत्यं सत्यं, समीचीनं. चक्षुर् इन्द्रियग्राह्यं मात्रशब्दस्य योजनेन चक्षुर्भिन्नेन्द्रिय अग्राह्यम् इति अर्थः आगच्छति. तदर्थमेव उक्तम् इतरव्यावर्तकत्वम् इत्युक्ते इतरेभ्यः व्यावर्तयति, पृथक् करोति. वस्तुतः पुस्तके इतरयोगः व्यवच्छेदार्थे इति उक्तं मात्रपदस्य अर्थः इत्युक्ते इतरेण अपरैः सह, अपरैः इन्द्रियैः सह व्यवच्छेदं करोति. अन्यस्य सम्बन्धम् अथवा सम्बन्धं न करोति इति, तादृशार्थः अस्ति मात्रपदस्य. अस्तु भगिनि, इतः अग्रे. अस्तु, अनन्तरम् अस्य बोधार्थं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वे सति गुणवत्त्वम् इति रूपलक्षणम् इत्युक्ते इदानीमेव उक्तं चक्षुर्भिन्नेन्द्रियेण रूपं न ग्राह्यं. चक्षुर् चक्षुर्भिन्नेन्द्रियेण रूपं न ग्राह्यं यदि मातृपदं नास्ति चेत् तत् किञ्चित् अग्रे आगच्छति. वस्तु प्रथमतया त्रीणि दलानि, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं, चक्षुर्ग्राह्यत्वं, गुणत्वम् इति त्रीणि दलानि. अपि च लक्षणसमन्वयोस्ति रूपं च चक्षुर्भिन्नेन्द्रियेण त्वगादिभिः अग्राह्यम्. एवं गच्छतु. लक्षणसमन्वयो अस्ति रूपं चक्षुर्भिन्नेन्द्रियेण त्वकादिभिः अग्राह्यम्. अस्तु, समन्वयः इत्युक्ते तत्र अन्वयं करोति वा अन्वयं करोति इति अहं चिन्तयामि. अन्तिमवाक्यं पठतु. पदार्थं भिन्नपदम् अन्तिमवाक्यं पठतु. लक्षणस्य लक्ष्ये विद्यमानत्वम्. आम्, लक्षणस्य लक्ष्ये विद्यमानत्वं यत् वर्ण्यते सः समन्वयः इति विद्याधर्यां पूर्वम् उक्तम्. लक्षणवाक्यं ये दलानि सन्ति ते लक्ष्ये ये धर्माः सन्ति तानि ये धर्माः सन्ति तान् लक्षणवाक्यं वर्णयते इति वर्णयति इति समन्वयः इत्युक्ते तादृश अर्थः लक्षणस्य. अत्र लक्षणं किं? चक्षुर्ग्राह्यत्वं, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं, गुणत्वम् इति लक्षणत्रयस्य लक्ष्ये. अत्र लक्ष्यं किम्? अत्र लक्ष्यं रूपं. हा, तस्मिन् एतेषां लक्षणानाम् अथवा धर्माणां विद्यमानत्वम् इति यत् वर्ण्यते तदेव समन्वयः इति अस्ति. पृष्ठसङ्ख्या चत्वारिंशत् इति दत्तमस्ति. पुनः तत्र किञ्चित् गत्वा पश्यन्तु. पृथिव्याः लक्षणवाक्यमस्ति, गन्धवती पृथिवी, तत्र अस्ति एतत्. वस्तुतः लक्षणसमन्वयोस्ति रूपं चक्षुर्भिन्नेन्द्रिय त्वगादिभिः अग्राह्यं. तत्तु अवगच्छति खलु भगिनि? लक्षणवाक्ये तदागच्छति. चक्षुर्भिन्नेन्द्रियः अग्राह्यम् इत्युक्ते अपरैः इन्द्रियैः न गृह्यते, तादृशः गुणः रूपम् अस्तु. अतः चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वमस्ति रूपे. अग्रिमवाक्यं पठतु. अधुना चक्षुर्ग्राह्यत्वमस्ति रूपे तथैव चक्षुर्ग्राह्यत्वमस्ति रूपे तथैव गुणत्वमपि अस्ति. रूपे रूपं रूपं चक्षुर्ग्राह्यत्वमपि अस्ति, गुणवत्त्वमपि अस्ति, द्वयोः अपि द्वयमपि अस्ति इत्युक्ते. अग्रिमवाक्यं. तर्हि दलत्रयस्य रूपे समन्वयः जायते. रूपस्य लक्षणवाक्ये दलत्रयमपि समन्वयः जायते इत्युक्ते दलत्रयमपि रूपस्य लक्षणं वदन्ति. सर्वाणां प्रयोजनम् अत्र भवति. सर्वाणां दलानां प्रयोजनं सन्ति. सर्वेषां दलानां प्रयोजनम् अस्ति. सर्वेषां दलानां एकमेकं, हा, एकमेकं दलमपि एकमेकं लक्षणं सूचयति. एकैकं लक्षणं, गुणत्वम् इति एकं लक्षणम् इति एकं दलं, चक्षुरिन्द्रियग्राह्यत्वम् इति एकं दलमपि च लक्षणं, चक्षुर्भिन्नेन्द्रियग्राह्यत्वम् इति एकं दलमस्ति तत्र, तदपि एकं लक्षणं. तर्हि केवलं पुनस्मरणार्थं दत्तं त्रीणि दलानि सन्ति इति. अधुना गुरुत्वस्य कः सम्बन्धः एतैः सह इति अस्माकं प्रकृतविषयः खलु. हा, तत् किञ्चित् परिशीलनीयम् अस्ति. एतावत्पर्यन्तं बुद्धं वा? रूपस्य त्रीणि दलानि, तस्मिन् सन्दर्भे गुरुत्वम् इति किञ्चित् दृष्टं. तर्हि काण्टेक्स्ट् किम् आसीत् इति अग्रे आयाति. अस्तु, अजितमहोदय. आं भगिनि, अधुना दलप्रयोजनचिन्तनावसरे अन्तिमं दलं गुणत्वं त्यजाम. चक्षुर्भिन्नेन्द्रिय अग्राह्यते सति चक्षुर्ग्राह्यत्वम् इति स्वीकृतं चेत् इदं लक्षणं रूपत्वे गच्छति इत्यतः अतिव्याप्तिः. अतः गुणत्वदलं सार्थकं. सम्प्रति प्रथमं दलं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं त्यज्यताम्. अवशिष्यते चक्षुर्ग्राह्यत्वे सति गुणत्वम्. इदं लक्षणं सङ्ख्यायां गच्छति. अस्तु, तत्र दलप्रयोजनचिन्तनावसरे अन्तिमं दलं गुणत्वं त्यजाम इत्युक्ते तत्र चक्षुर्भिन्नेन्द्रियेण चक्षुर्ग्रहणमात्रेण गुणत्वम् इति रूपस्य लक्षणम्. त्रीणि दलानि आसन् लक्ष्मी भगिनी उक्तवती. लक्ष्मी भगिनी, कानि दलानि आसन् तत्र? चक्षुषा ग्राह्यं, चक्षुर्भिन्न इन्द्रियेण अग्राह्यं, गुणवत्त्वं, त्रीणि दलानि. हा, समीचीनं, गुणत्वम् इति त्रीणि दलानि आसन् अजितं महोदय. इदानीं गुणत्वम् इति त्यजामश्चेत् चक्षुर्ग्राह्य, हा, वदतु. चक्षुर्ग्राह्यं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं गुणत्वम् इति त्रीणि दलानि. तत्र गुणत्वं त्यजामः चेत् अन्तिमं दलं गुणत्वं त्यजामः. चक्षुर्भिन्ने भिन्नेन्द्रिय अग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम् इति स्वीकृतं चेत् इदं लक्षणं रूपत्वे गच्छति इत्यतः अधिव्याप्तिः. गुणत्वं त्यजामः चेत् दोषः भवति इति कुत्र अतिव्याप्तिः भवति? रूपत्वे. हा, बहु समीचीनं महोदय. यतोहि रूपत्वे चक्षुर्ग्राह्यत्वम् अस्ति खलु. रूपम् इति गुणः, रूपे रूपत्वम् अस्ति. यथा पुस्तके पुस्तकत्वं, तद्वदेव रूपे रूपत्वम् अस्ति खलु. तर्हि नैयायिकानां मतानुगुणं येन इन्द्रियेण यत्किमपि गृह्यते तेनैव इन्द्रियेण तस्मिन् विद्यमानजातिः अपि गृह्यते इति नैयायिकानां मतम्. अस्तु, इत्युक्ते चक्षुरिन्द्रियेण रूपं गृह्यते चेत् तेनैव चक्षुरिन्द्रियेण रूपत्वम् इति जातिः अपि गृह्यते. अस्तु, अतः रूपत्वे अपि चक्षुर्ग्राह्यत्वम् अस्ति, अपि च रूपत्वे चक्षुरिन्द्रिय अग्राह्यत्वम् अस्ति. यतोहि भिन्न इन्द्रियेण रूपत्वम् इति जातिः न गृह्यते इति कृत्वा दलद्वयं न केवलं रूपे अपि तु रूपत्वे अपि अस्ति इति कृत्वा रूपत्वे अतिव्याप्तिः. समीचीनं, सम्यक्. अतः किं करणीयम्? अतः गुणत्वदलं सार्थकम् इत्युक्ते त्यक्तुं न शक्नोति. सम्यक्. तत्र अस्तु, अग्रे. सम्प्रति प्रथमं दलं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं त्यज्यताम्. अवशिष्यते चतुर्ग्राह्यत्वे सति गुणत्वम्. इदं लक्षणं सङ्ख्यायां गच्छति. अनन्तरं प्रथमं दलम् अस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं, तद् त्यजति चेत् अवशिष्यते चक्षुर्ग्राह्यत्वे सति गुणत्वम्. इदं लक्षणं सङ्ख्यायां गच्छति. सङ्ख्यायां गच्छति इत्युक्ते किम्? अतिव्याप्तिः आगच्छति सङ्ख्यायाम् इति, तावदेव. यतोहि सङ्ख्या अपि एकः गुणः खलु, सङ्ख्या इति गुणः चतुर्विंशतिगुणेषु अन्यतमः. सङ्ख्या चक्षुषा ग्राह्या, चक्षुषा केवलं रूपम् इति गुणः न गृह्यते, सङ्ख्या अपि गृह्यते इति कृत्वा यदि वयं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति त्यजामः तदा केवलं चक्षुर्ग्राह्यत्वम् अपि च गुणत्वम् इति अवशिष्यते. तदवगच्छति खलु, एकमेकं दलं त्यक्त्वा कुत्र कुत्र अतिव्याप्तिः इति परिशीलनीयं. सङ्ख्या गुणः अस्ति वा? तर्हि सङ्ख्यायां गुणत्वम् अस्ति वा? सङ्ख्यागुणः अस्ति. सङ्ख्यायां गुणत्वम् अस्ति, अपि च सङ्ख्यायां चक्षुर्ग्राह्यत्वम् अस्ति वा? अस्ति. समीचीनम् इति कृत्वा सङ्ख्यायां किम् आगच्छति तर्हि? तर्हि इदं लक्षणम् इत्युक्ते चक्षुर्ग्राह्यत्वे सति गुणत्वं लक्षणं सङ्ख्यायां लक्षणम् एव. सङ्ख्यायामपि गच्छति, सङ्ख्यायाम् अतिव्याप्तिः आगच्छति इति कृत्वा चक्षुर्भिन्नेन्द्रियः इति कृत्वा तदपि त्यक्तुं न शक्नोति. सत्यं, यतोहि सम्यक्. यतोहि सङ्ख्या चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं सङ्ख्यायां नास्ति. सङ्ख्यां केवलं चक्षुषा न, त्वचा अपि ज्ञातुं शक्नुमः. अन्धः यः कोऽपि द्रष्टुं न शक्नोति सः अपि सङ्ख्यां ज्ञातुं शक्नोति स्पृष्ट्वा, स्पर्शं कृत्वा, किल? तर्हि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं सङ्ख्यायां नास्ति, यतोहि त्वचा सङ्ख्या गृह्यते. अतः चक्षुर्ग्राह्यत्वं, गुणत्वं, चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति त्रीणि दलानि आवश्यकानि. सङ्ख्यायाम् अतिव्याप्तिवारणार्थम् आवश्यकानि. समीचीनं. तर्हि अधुना गुरुत्वस्य विषय इतोपि न आगतः, कुतः इति अग्रे अस्ति. अग्रिमपरिच्छेदं पठतु भवान् एव. इह चक्षुर्ग्राह्यत्वं त्यज्यताम्. अवशिष्यते चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम्. इदं लक्षणं रूपे गच्छति न वा? रूपं चक्षुर्भिन्नेन्द्रियैः अग्राह्यं, गुणत्वमपि रूपे अस्ति, अतः समन्वयः जायते. सङ्ख्यादौ अपि अतिव्याप्तिः नास्ति. सङ्ख्यायां चक्षुर्भिन्नेन्द्रियैः गुणत्वे गृह्यते. त्वगिन्द्रियेण ग्राह्यत्वं सङ्ख्यायां वर्तते. तर्हि इदं चक्षुर्ग्राह्यत्वदलं न आवश्यकमिति शङ्का. चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इत्येव पर्याप्तम् इति संशयः. अनन्तरं प्रथम चक्षुर्ग्राह्यत्वं त्यजति चेत् अवशिष्यते चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम्. इदं लक्षणं रूपे गच्छति वा न वा इति प्रश्नः. रूपं चक्षुर्भिन्नेन्द्रियैः अग्राह्यत्वं, गुणत्वमपि रूपे अस्ति, अतः समन्वयः जायते. अनन्तरं सङ्ख्यायादौ महोदय एकनिमिष, एतदवगच्छति खलु? रूपं चक्षुर्भिन्नेन्द्रियैः अग्राह्यम् इत्युक्ते किं? रूपं त्वचा न ग्राह्यम्, चक्षुर्भिन्न इन्द्रियाणि सन्ति खलु, हा, त्वग् अस्ति, घ्राणमस्ति, रसनमस्ति, जिह्वा, एतत् सर्वम् अस्ति. एतत् सर्वम् अस्ति, एतैः रूपं न गृह्यते इति कृत्वा रूपं चक्षुर्भिन्नेन्द्रिय अग्राह्यम् अस्ति, अपि च गुणत्वम् अपि अस्ति रूपे इति सत्यं किल? अस्ति इति कृत्वा रूपे समन्वयः अस्ति अस्य लक्षणस्य. अपि च सङ्ख्यादौ अतिव्याप्तिर्नास्ति इत्युक्ते सङ्ख्यायां चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति लक्षणं नास्ति, यतोहि यथा मया उक्तं सङ्ख्या त्वचा अपि गृह्यते. तर्हि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति वदामश्चेत् सङ्ख्यायाम् अतिव्याप्तिः निवारिता भवति खलु? नास्ति. अस्तु, अग्रे पठतु. सङ्ख्यायाम् अनन्तरं सङ्ख्यायां चक्षुर्भिन्नेन्द्रियैः गृह्यते. त्वगिन्द्रियेण ग्राह्यत्वं सङ्ख्यायां वर्तते. यथा उक्तं सङ्ख्यायां चक्षुर्भिन्नेन्द्रिय इन्द्रियेण गृह्यते सङ्ख्या. तर्हि इदं चक्षुर्ग्राह्यत्वदलं न आवश्यकम् इति शङ्का. अत्र चक्षुर्ग्राह्यत्वदलं न आवश्यकमिति तत्र वर्तते, इत्युक्ते प्रायः चक्षुर्ग्राह्यत्वदलं न आवश्यकमिति. चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इत्येत पर्याप्तम् इति संशयः. तत्र सङ्ख्यायां सङ्ख्यादौ अपि अतिव्याप्तिदोषः नास्ति, तदेव कारणात् प्रायः चक्षुरिन्द्रियेण इन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति प्रायः रूपस्य लक्षणं इति प्रायः भवतु. हा हा, बहु समीचीनं महोदय इति अस्ति. तर्हि दलद्वयं पर्याप्तं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति तावत् पर्याप्तम् इति संशयः अस्ति. एकं दलं त्यक्तं, किं दलं त्यक्तम् अत्र? चक्षुर्ग्राह्यत्वं. हा अधुना पश्यामः चक्षुर्ग्राह्यत्वम् इति त्यक्तं चेत् कुत्र अतिव्याप्तिः इति पश्यामः. अस्तु, शुक्रवनमहोदय अग्रे पठति वा? हा पठामि भगिनि. तत्पूर्वं सङ्ख्यायां चक्षुर्भिन्नेन्द्रियैः गृह्यते इति दत्तमस्ति. तत्तु सङ्ख्या चक्षुर्भिन्नेन्द्रियैः गृह्यते इत्येव भवेत् किल? चक्षुर्भिन्नेन्द्रिय कुत्र अस्ति? सङ्ख्यायां वाक्यस्य वाक्ये किञ्चित् दोषः इति. सत्यं सत्यं, टङ्कणदोषः स्यात्. आम्, सङ्ख्या तावदेव. उत्तरत्वेन चक्षुर्ग्राह्यत्वम् आवश्यकं किमर्थं? गुरुत्वे अतिव्याप्तिः. कुतः? गुरुत्वस्य अतीन्द्रियत्वात्. गुरुत्वादृष्टभावनाः अतीन्द्रियाः. गुरुत्वं धर्माधर्मो भावनाख्यसंस्कारः इति गुणाः अतीन्द्रियाः केनापि इन्द्रियेण न गृह्यन्ते. अतः चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं वर्तते अतीन्द्रियगुरुत्वादिषु गुणेषु. गुणत्वमपि तेषु तु अस्ति. तदर्थम् अतीन्द्रियगुरुत्वादिषु इदं लक्षणं गच्छति इति कृत्वा अतिव्याप्तिः. अतीन्द्रियगुरुत्वादिवारणाय इदं दलम् आवश्यकम्. ग्रन्थकारेण पृष्ठसङ्ख्या 74 80 इत्यस्मिन् सप्ततिः एव आम् इत्यस्मिन् लिखितमपि अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः. तस्य निवारणार्थं चक्षुर्ग्राह्यत्वं योजितं. तथैव च स्पर्शलक्षणेऽपि त्वगिन्द्रियग्राह्यत्वं योजितं गुरुत्वादीनां वारणार्थम्. पूर्वस्मिन् परिच्छेदे संशयः अस्ति इति. चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इत्येव रूपस्य लक्षणं भवतु इति पर्याप्तम् इति संशयः आसीत्. तस्मिन् विषये चर्चा अस्ति. यद् अत्र चक्षुर्ग्राह्यत्वं किमर्थम् आवश्यकम् इत्युक्ते गुरुत्वादि गुरुत्वे अतिव्याप्तिः भवति. कथम् इत्युक्ते गुरुत्वम् अपि च धर्माधर्मौ भावनाख्यसंस्काराः इति गुणाः सन्ति. ते सर्वे अतीन्द्रियाः. अतः ते चक्षुर् तेषु चक्षुर् अग्राह्यत्वम् अस्ति. किमर्थम् इत्युक्ते ते अतीन्द्रियाः इति कारणेन. अतः चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं तेषु गुणेषु, तेषु इत्युक्ते गुरुत्वे धर्माधर्मौ भावनाख्यसंस्कारौ वर्तते. अपि च ते गुणा ते तस्मिन् गुणत्वमपि तेषु गुणत्वमपि अस्ति. अतः यदि चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति रूपस्य लक्षणं स्वीकुर्मश्चेत् गुरुत्वे अपि च धर्माधर्मौ भावनाख्यसंस्कारे अतिव्याप्तिः आगच्छति. अतः चक्षुर्ग्राह्यत्वम् इति दलस्य आवश्यकम् अस्ति. अतः एव ग्रन्थकारे यदा वयं रूपगुणस्य लक्षणस्य दलसार्थक्यं कृतवन्तः. तत्र ग्रन्थकारेण लिखितम् अतीन्द्रिये गुरुत्वरूपगुणे वक्ष्यमाणे अतिव्याप्तिः. तस्य निवारणार्थं चक्षुर्ग्राह्यत्वं योजितम् इति. समीचीनं महोदय. अतः चक्षुर्ग्राह्यत्वं नितराम् आवश्यकम्. एवमेव कुत्र अन्यत्र स्पर्शलक्षणे किमुक्तम्? स्पर्शलक्षणे अपि स्पर्शलक्षणं मया न अन्तिमवाक्यं तथैव च स्पर्शलक्षणेपि त्वगिन्द्रियग्राह्यत्वम् इति योजितम्. तत्रापि दलत्रयस्य आवश्यकता अस्ति. त्वगिन्द्रियग्राह्यत्वमपि आवश्यकं. त्वग् भिन्नेन्द्रिय अग्राह्यपि आवश्यकम्. अपि च गुणत्वम् आवश्यकम्. अस्तु, समीचीनं. तर्हि त्वगिन्द्रियग्राह्यत्वं किमर्थम् आवश्यकमासीत्? त्वगिन्द्रियग्राह्यत्वं न स्वीकुर्मश्चेत् त्वगिन्द्रियेण यथा भवान् उक्तवान् स्पर्शत्वं यथा भवान् उक्तवान् रूप चक्षुर्ग्राह्यत्वं न स्वीक्रियते चेत् कुत्र अतिव्याप्तिः आगच्छति रूपत्वे अतिव्याप्तिः आगच्छति न चक्षु अधुना भवता पठितं चक्षुर्ग्राह्यत्वम् अग्राह्यत्वं वा न भवान् यत् पठितवान् अधुना चक्षुर्ग्राह्यत्वम् आवश्यकं किमर्थं पुनः वदतु भगिनि चक्षुर्ग्राह्यत्वं नितराम् आवश्यकं लक्षणवाक्ये किमर्थं गुरुत्वे अतिव्याप्तिवारणाय खलु तद्वदेव स्पर्शस्य लक्षणवाक्ये अपि अनेनैव कारणेन त्वगिन्द्रियग्राह्यत्वम् इति योजितं किमर्थं गुरुत्वादीनां वारणार्थं गुरुत्वे धर्माधर्मौ भावनाख्य संस्कार अतिव्याप्तिः भवति तस्य वारणार्थं समानं कारणमस्ति कारणं किं गुरुत्वे अतिव्याप्तिवारणार्थं गुरुत्वम् अतीन्द्रियम् एकवारं यदा कोऽपि चक्षुर्ग्राह्यत्वम् इति वदति चेत् तर्हि गुरुत्वं तस्यां श्रेण्यां न आगच्छति यतोहि अतीन्द्रियं गुरुत्वम् एवमेव भावनाख्यसंस्कारः धर्माधर्मं तत्र तत्र निवारणार्थं चक्षुर्ग्राह्यत्वम् इति उक्तम् इत्येव ग्रन्थकारः विद्याधर्यामपि स्मारयति इत्येव वार्ता अस्तु अग्रे पठतु महोदय एकं भगिनि तत् प्रिण्टिङ्ग् किं करेक्ट् नास्ति बहु किमपि करेक्ट् नास्ति भगिनि मुद्रणदोषान् दोषाः सन्ति एव सङ्ख्यायाम् इति अस्ति हा आरम्भे अपि कानि केचन दोषाः दृष्टाः अस्तु अस्तु अग्रे सरेम तर्हि अग्रिमवाक्यं समापयति एतदर्थं विद्याधर्यां गुरुत्वलक्षणदलप्रयोजनावसरे रूपत्वलक्षणदलप्रयोजनं पुनःस्मृतं गुरुत्वं न रूपादिवत् इन्द्रियेण ज्ञातुं शक्यं किन्तु अनुमीयते अतः रूपलक्षणे स्पर्शलक्षणे च चक्षुर्ग्राह्यत्वत्वगिन्द्रियग्राह्यत्वयोः राहित्ये सति अतिव्याप्तिः तदर्थम् अनयोः सार्थक्ये सति लक्षणवाक्ये योजितम् इति किमर्थं गुरुत्वस्य लक्षणचिन्तने तत्र दत्तमस्ति किल तदेव च आदाय अतिव्याप्तिवारणाय स्पर्शरूपस्पर्शयोः लक्षणे अस्माभिः क्रमेण चक्षुर्ग्राह्यत्व त्वगिन्दिरग्राह्यत्वयोः सार्थकं चिन्तितम् इत्यलम् इति इदानीमेव वयं दृष्टवन्तः तस्य आवश्यकता किम् इति यदि त्वगिन्द्रियग्राह्यत्वं रूप इन्द्रियग्राह्यत्वम् इति न योजयामश्चेत् गुरुत्वे अपि च धर्माधर्मभावनाख्ये संस्कारे अतिव्याप्तिः आगच्छति तद्वारणाय तस्य आवश्यकता अस्ति इति हा समीचीनम् इत्येव वार्ता अस्ति अनेन गुरुत्वस्य विषयः समाप्तः अधुना नूतनगुणः अस्ति पञ्चनिमेषेषु अथवा दशनिमेषेषु किञ्चित् पठेम द्रवत्वमिति गुणः सावित्री भगिनी अस्ति वा आं भगिनि पुस्तकात् अग्रे पठतु भगिनि आद्यस्यन्दनासमवायीकरणम् आद्यस्यन्दनादसमवायीकरणं द्रवत्वं पृथ्वी जलतेजोवृत्तिः तद्विविधम् सांसिद्धिकं नैमित्तिकं चेति सांसिद्धिकं जले नैमित्तिकं पृथिवी तेजसोः पृथिव्यां धृतावाग्निसंयोजकं प्रवृतादौ अग्निसंयोगजम् धृतादावग्निसंयोजकं प्रवत्वं तेजसी सुवर्णादौ यथा इदानीं दृष्टवन्तः आद्यपतन असमवायिकारणं गुरुत्वम् इति तथैव अत्र आद्यस्यन्दनासमवायिकारणं द्रवत्वम् इति निर्दिष्टं द्रवत्वं तु पृथ्वी जले अपि च तेजसि भवति सः वृत्तिः सा वृत्तिः द्रवत्वम् इति द्विविधं द्विप्रकारकः भवति सांसिद्धिकं नैमित्तिकम् इति सांसिद्धिकं जले एव भवति नैमित्तिकम् इति पृथिवी तेजसि भवति पृथिव्यां धृतादौ अग्निसंयोजकं द्रवत्वं यथा पूर्वं दृष्टवन्तः धृता इति पार्थिव पदार्थः अस्ति अग्निसंयोजनेन तस्मिन् द्रवत्वं भवति इति लिखितमस्ति तेजसि सुवर्णादौ वयं दृष्टवन्तः पूर्वं सुवर्णम् इति तेजसि अंशाः सन्ति तस्मिन् इति सुवर्णं तैजसं द्रव्यम् इति वयं दृष्टवन्तः तस्मिन्नपि द्रवत्वं भवति इति लिखितमस्ति हा समीचीनं किन्तु भेदः कः इत्युक्ते पृथिव्यां च तेजसि निमित्तिकं नैमित्तिकम् अस्ति इत्युक्ते अग्निसंयोगेन जायमानं द्रवत्वं किमपि तावत् तथा किमपि जले सांसिद्धिकम् इत्युक्ते स्वाभाविकम् इति चिन्तयितुं शक्नुमः जलस्य स्वभावः तादृशः इति अस्तु भगिनि अधुना अग्रे अपि पठामि भगिनि सांसिद्धिकं नैमित्तिकं द्वे भिन्नम् अर्थं किमस्ति सांसिद्धिकं स्वाभाविक नैमित्तिकम् इत्युक्ते किञ्चित् निमित्तं स्यात् यथा घृते अग्निसंयोगेन द्रवत्वम् आगच्छति खलु तदर्थम् अग्निसंयोगजद्रवत्वं तादृशमस्ति नैमित्तिकं तेजसि अपि तथा परन्तु जलस्य स्वभावः एव तथा अस्ति अतः सांसिद्धिकम् अग्रे किञ्चित् आगच्छति इति चिन्तयामि भगिनि अनयोः विषये तदा पश्येम अस्तु सावित्री भगिनि अग्रे कृपया पतनस्यन्दनयोः भेदः आद्यस्यन्दनासमवायीकारणं द्रवत्वम् इति मूलं तत्र स्यन्दनं निर्दिष्टं स्यन्दनं विजातीया क्रिया काचमेकमादाय जलबिन्दुं तदुपरि क्षिपामश्चेत् अस्मदस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति ततः काचस्य बिन्दोश्च संयोगः भवति इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति अस्तु अत्र आद्यस्यन्दनासमवायीकारणं द्रवत्वम् इति मूलवाक्यम् अस्ति तत्र स्यन्दनं निर्दिष्टम् अत्र स्यन्दनम् इत्युक्ते किम् इति निर्दिश्यते इति स्यन्दनं विजातीया क्रिया इत्युक्ते क्रियाविशेषं पतन इति स्यन्दनम् अपि क्रिया इति लिखितमस्ति काचमेकम् आदाय काच इत्युक्ते ग्लास् काचमेकमादाय जलबिन्दुं तदुपरि क्षिपामश्चेत् अस्मद्हस्तात् काचपर्यन्तं क्रिया पतनरूपा गुरुत्वेन वेगेन च भवति अस्तु अधः काचः इति मन्यतां तदुपरि मम हस्तात् यदि जलबिन्दुं क्षिपामि काचपर्यन्तं या क्रिया भवति तत् पतना तत्तु इदानीम् एव दृष्टवन्तः गुरुत्वेन आद्यपतनं भवति तदनन्तरं वेगेन भवति पतनरूपं गुरुत्वेन अपि च वेगेन भवति गुरुत्वम् आद्यपतनस्य असमवायीकारणं किन्तु द्वितीयादिपतनस्य असमवायीकारणं वेगः भवति खलु आहत्य पतनरूपाक्रिया कुत्र पर्यन्तं गच्छति काचपर्यन्तं काचस्य अपि च इयं क्रिया कुत्र अस्ति भगिनि इयं क्रिया कुत्र अस्ति जलबिन्दौ हा समीचीनं सम्यक् अस्तु. जलबिन्दुः इति तस्य आश्रयः समवायिकारणम् अस्तु. अग्रे ततः काचस्य जलबिन्दोश्च संयोगः भवति. आम् यदा जलबिन्दुः काचस्य उपरि पतति तत्र संयोगः जायते. इदानीं पतनविरोधी काचः अस्ति इति अन्यत् पतनं न भवति. काचविरोधी भवति अपि च तत्र एव पतनं स्थगितं भवति, अन्यत् पतनं न भवति इति लिखितमस्ति. हा समीचीनं. तर्हि पतनम् इति तादृशमस्ति, पतनेन अधोदेशसंयोगः जायते खलु, अधः अधः गच्छति इति तादृशम् अस्तु. एकवारं काचं प्राप्नोति चेत् तत्र पतनं स्थगितं, काचः पतनविरोधी अस्तु इति पतनस्य विषयः. अधुना स्यन्दनम् इत्युक्ते किम् इति परिशीलनीयम् अस्ति. रामप्रिया भगिनी अग्रे पठति वा? आं भगिनि. तथापि आदौ लघुदेशे व्याप्तः बिन्दुः शनैः शनैः वार्तुलाकारम् अधिकदेशं व्याप्नोति. इदं व्यापनं तु स्यन्दनरूपक्रियया न हि तत्र काचे विद्यमानस्य जलबिन्दोः पतनम् अस्ति. आदौ एव हस्तात् पतनात् पतितस्तु सः परितः येन प्रसृतो भवति तदेव स्यन्दनम्. इदमेव अभिप्रेत्य पूर्वं विजातीयक्रिया इत्येवम् इत्येवोचाम. पतनात् विजातीया इति तदर्थः. इदानीम् आदौ लघुदेश बिन्दुः लघुदेशमेव व्याप्नोति, शनैः शनैः वार्तुलाकारम् अधिकदेशं व्याप्नोति. वार्तुलाकारम् इत्युक्ते किं भगिनि? वर्तुलाकारम् इत्युक्ते मण्डलाकारं, सर्क्युलर् वर्तुलं, मण्डलाकारं. वयं पश्यामः खलु यस्मिन्नपि समतलप्रदेशे, समतलम् इत्युक्ते फ्लाट् सर्फेस् मध्ये बिन्दुः पतति चेत् तत्र प्रसृतं भवति, प्रसृतः भवति. इदं व्यापनं तु स्यन्दनरूपक्रिया. एतद् वर्तुलाकारम् अधिकदेशं व्याप्नोति शनैः शनैः, एतद् व्यापनमेव स्यन्दनरूपक्रियया भवति. न हि तत्र काचे विद्यमानस्य जलबिन्दोः पतनम् अस्ति. तत्र काचे विद्यमानस्य जलबिन्दोः पतनं नास्ति. पतनम् इति विशेषक्रिया, अधोदेशसंयोगजनिका क्रिया खलु. परन्तु अत्र कुत्रचित् अधः गच्छति वा जलबिन्दुः? यत्र अस्ति समतले तत्रैव वर्तुलाकारदेशं व्याप्य किञ्चित् प्रसृतं भवति, तत्र एव तिष्ठति इति. अधः कुत्रापि न गच्छति खलु? आम् आम् आम् इदानीम् अवगतम्. काचे एव तिष्ठति. विद्यमानस्य जलबिन्दोः पतनं न भवति. आदौ एव हस्तात् पतनात्, प्रथमं हस्तात् पतनं भवति, अनन्तरं काचे विद्यमानस्य जलबिन्दोः पतनं, तत्र एव तस्य स्थगनं भवति, अन्यत्र न गच्छति इति. पतितः तु सः परितः येन प्रसृतो भवति तदेव स्यन्दनं. पतितः तद् जलबिन्दुः, सः परितः इत्युक्ते तस्य परितः एव, जलबिन्दोः परितः एव प्रसृतः, जलबिन्दुं परितः एव प्रसृतः भवति. तदेव स्यन्दनम् इति वदामः. इदमेव अभिप्रेत्य पूर्वं विजातीया क्रिया इत्येवोच्चाम. इदमेव, एतत् स्यन्दनमेव वयं पूर्वं विजातीया क्रिया इति उक्तवन्तः. लुङ् लुङ् लकारः इति महोदयेन उक्तम्, अवोचाम उच्चतात्. पतनात् विजातीया इति अर्थः. पतनात् एतत् विजातीयः इत्युक्ते विशेषणम् इति वा, विलक्षण विलक्षणम् अथवा भिन्ना. समीचीनम्. तर्हि पतनस्य अपि च स्यन्दनस्य भेदः अस्ति, उभे क्रिये समाने न स्तः इति वार्ता. पतनं किञ्चित् अधोदेश गच्छति, स्यन्दनमिति आङ्ग्लभाषायां किं वक्तुं शक्नुमः, सर्फेस् टेन्शन् इति वा विस्कासिटि इति किमपि वक्तुं शक्यते खलु, यत्र अस्ति तत्रैव प्रसृत भवति, तादृशक्रिया स्यन्दनमस्ति इति ते वदन्ति. अस्तु, अस्यैव विषये इतोपि किं एकः प्रश्नः अत्र दत्तमस्ति, पतितस्तु सः परित येन प्रसूतो भवति, द्वे बिन्दव संयोगः भवति, एतस्य अधिकं देशं भवति. पतितः तु कः बिन्दुः, परितः येन प्रसृतः भवति. अहो अस्तु, पतितः सः परितः येन प्रसृतः भवति तदेव स्यन्दनम्. प्रसृतः इत्युक्ते स्प्रेड् भवति खलु भगिनि, इत्येव मम अवगमनं. वाक्यं किमस्ति, पतितः तु सः, यः कोऽपि पतितः बिन्दुः, येन प्रसृतः भवति तदेव स्यन्दनम्. अस्तु, अत्र येन इति तृतीयान्तपदमस्ति खलु, तस्य न येन इति स्यन्दनम् अस्ति. किं स्यन्दनेन? हा, स्यन्दनेन, येन इत्यस्य तदेव स्यन्दनम् अत्र अन्वयः अस्ति. येन, येन कर्मणा अथवा यया क्रियया पतितः बिन्दुः प्रसृतः भवति, सा क्रिया स्यन्दनम् अथवा तद् कर्म स्यन्दनम् इति. समीचीनमस्ति. अस्तु, धन्यवादः. अस्तु, इतः अग्रे अन्तिमपरिच्छेदः अस्ति, एकं परिच्छेदं पठित्वा समापयामः. राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. इदं द्रवत्वं समवायेन जलादौ स्थित्वा समवायेन तादृशस्यन्दनं जनयति इति सः स्यन्दनसमवाये कारणम्. अत्रापि आदेति सन्दने विशेषणं दातव्यं. द्वितीयादिसन्दनं प्रति आदिपतने एव वेग एव कारणम्. अतः आद्य इति विशेषणात् न तत्र अतिव्याप्तिः. अत्र कार्यता अवच्छेदककारणता अवच्छेदकसम्बन्ध्योः निवेशप्रयोजने यद् वक्तव्यं तत् अनुपदं निरूपितम्. इदं च द्रवत्वं पृथ्व्यादितृक्वृत्ति घृतादीनां पृथ्वीरूपता लोकप्रसिद्धा. सुवर्णस्य तेजस्वितं तेजो ग्रन्थे उक्तम् एव. किञ्चित् प्रयत्नं करोमि भगिनि, प्रायः न अस्तु, सहायं कुर्मः. पठतु इदानीम्. इदं द्रवत्वम् इदं द्रवत्वं समवायेन जलादौ स्थित्वा समवायेन तादृश स्यन्दं जनयति. द्रवत्वं यत् किमपि जलबिन्दुः अस्ति अथवा किमपि अस्ति, तत् जलादौ समवायेन समवायसम्बन्धेन जले अस्ति द्रवत्वं स्थित्वा समवायेन तादृशस्यन्दनं जनयति. तदपि समवायसम्बन्धेन स्यन्दनं जनयति इति सः असमवायिकारणं. यथा पूर्वं दृष्टवन्तः तत्र असमवायिकारणस्य लक्षणं, तत्र समवायेन स्थित्वा समवायसम्बन्धेन अवच्छेदकार्यता निरूपित समवायसम्बन्ध अवच्छेदकारणता आश्रितं यथा वयं पूर्वं दृष्टवन्तः, तत् अत्र तु स्यन्दनस्य असमवायिकारणं स्यन्दनस्य असमवायिकारणमस्ति. अत्र अग्रिमवाक्ये भ्रमः अस्ति चेत् सन्ध्या भगिनी किञ्चित् साहाय्यं करोतु. अग्रिमवाक्यं पठतु महोदय. धन्यवादः भगिनि. अस्तु, अत्रापि आद्येति स्यन्दने विशेषणं दातव्यं. आदि इति सन्ध्याभगिनी एव वदतु. सन्ध्याभगिनी किञ्चित् तत्र स्यन्दनस्य लक्षणे अपि आद्य इति पदम् आवश्यकम् अस्ति तत्र विशेषणं. नो चेत् तत्र किं भवति, द्वितीयस्यन्दनं यदस्ति द्वितीयादिस्यन्दनं, यथा द्वितीयादिपतनं तथा तत्रापि वेगः यथा कारणमस्ति द्वितीयादिपतने, तथैव स्यन्दने द्वितीयादिस्यन्दने अपि वेगः इत्येव कारणम्. अतः स्यन्दनस्य द्रवत्वस्य तत्र क्षम्यताम् आद्यस्यन्दनस्य एव असमवायिकारणं द्रवत्वम् इति कृत्वा आद्य इति पदम् आवश्यकम् इत्येव तद् वदति. यदि आद्य इति न वदामः तर्हि द्वितीयादिस्यन्दनस्य प्रति वेगः इति यत् कारणं भवति तत्र अतिव्याप्तिः भवति. हा, बहु समीचीनमस्ति इत्येव वार्ता अस्ति. अस्तु भगिनि, तर्हि समापयतु भवत्येव. तर्हि अन्ततो गत्वा आद्य इति विशेषणं नितराम् आवश्यकम्. आद्य इति न वदामश्चेत् यथा भगिनी उक्तवती वेगे अतिव्याप्तिः आगच्छति. तर्हि अत्र केवलं स्पष्टीकरणोत्तं वदामि. मम प्रश्नः आसीत् यद् आद्यमपि तर्हि एकं दलमस्ति वा इति, यतोहि वयं जानीमः त्रीणि दलानि सन्ति खलु, आद्यपतनत्वावच्छिन्नकार्यता, समवायसम्बन्धावच्छिन्नकार्यता, समवायसम्बन्धावच्छिन्नकारणता. अन्ततो गत्वा दलद्वयम् अवशिष्यते. अत्र विशेषतया आद्य इति उक्तम्, आद्य न वदनेन वेगे अतिव्याप्तिः इति उच्यते चेत् आद्यम् इति एकं दलमस्ति वा इति पृष्टे सति तत्र एकम् उपदलम् इति चिन्तयितुं शक्नुमः इति महोदयेन उक्तमासीत्. तावदेव. परन्तु आद्यम् इति विशेषणं, स्यन्दनम् इति पदार्थः सः प्रमुखः, तस्य अर्थस्य बलम् इतोपि वर्धयति आद्यस्यन्दनम् इति वदामश्चेत् इति अस्ति. अस्तु भगिनि, अग्रे अग्रे अस्ति अग्रिमवाक्यस्य एवम् अर्थः वा, य कार्यतावच्छेदक अपि च कारणतावच्छेदकसम्बन्धस्य विषये तत्र गुरुत्वे तत्र क्रमशः निरूपितमस्ति, तादृशमेव अत्रापि अस्ति इति. किमर्थ कः कः सम्बन्धः तत्र आवश्यकः भवति इति. तावदेव. अपि च अग्रे वदन्ति द्रवत्वम् इति पृथिव्यादित्रिकवृत्ति इत्युक्ते पृथिवी जल तेजसि वर्तते, घृतादीनां पृथिवीरूपता लोकप्रसिद्धा. तर्हि तत्र पृथिव्याम् उदाहरणमस्ति घृते यथा तेजस्संयोगेन द्रवत्वम् आगच्छति, तद् अस्ति उदाहरणं. पृथिव्यां द्रवत्वमस्ति, तेजसि द्रवत्वस्य उदाहरणमस्ति यथा तेजसः लक्षणम्, अपि च तेजोग्रन्थः इति यः भागः अस्ति तत्र सुवर्णं तेजसं द्रव्यम् इति उक्तमस्ति. तर्हि तदर्थं सुवर्णे यद् द्रवत्वम् अस्ति तद् तेजसि द्रवत्वस्य वर्तनस्य उदाहरणम् इति. हा हा, समीचीनम् इत्येव द्रवत्वस्य विषयः. एतावत्पर्यन्तं प्राप्तवन्तः. कोऽपि प्रश्नः वा कस्यचित् अत्र? अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः. धन्यवादाः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. प्रश्न अस्ति वा भगिनि? हा, किञ्चित् पञ्चनिमेषं वार्तालापं कर्तुं शक्यते वा भगिनि? एकनिमिष, एकनिमिष रेकार्डिङ्ग्. वर्गं स्थगयतु.